नमो नमः। अद्य अस्माकं किञ्चित् अभ्यासः भवतु। पदानि सन्ति, तेषाम् एकवचने बहुवचने च ज्ञानं भवति चेत् अस्माकं सौकर्येण प्रयोगः अर्हति। प्रथमभक्तौ, द्वितीयभक्तौ, तृतीयभक्तौ, चतुर्थीभक्तौ च। तर्हि उदाहरणार्थं देवशब्दः, लक्ष्मी भगिनी, तत्र चतुर्षु विभक्तिषु प्रथम एकवचने बहुवचने च वदतु। देवः देवः, देवाः, देवं, देवान्, देवेन, देवैः, देवाय, देवेभ्यः। समीचीनम्, अति उत्तमम् अस्ति। अस्तु महोदय, शुभानि महोदय, लता एकवचने बहुवचने। लता, लता। अन्य कवि भगिनी, सन्ध्या भगिनी करोति वा? लता सर्वे। चतुर्थी एकवचने बहुवचने, प्रथमा, द्वितीय, तृतीय, चतुर्थी भगिनी। लता, लताः, लतां, लताः, लतया, लताभिः, लत्यै, लतायै, लतायै, लताभ्यः। लताभ्यः, समीचीनमस्ति, अत्युत्तममस्ति। अस्तु शृण्वन्तु, पुनः कुर्मः एक पुल्लिङ्गे। अस्तु कुर्मः। बालकः, बालकः, बालकाः, बालकः वदामः, बालकः, बालकः, बालकाः, बालकाः, बालकं, बालकं, बालकान्, बालकान्, बालकेन, बालकेन, बालकैः, बालकैः, बालकाय, बालकाय, बालकेभ्यः, बालकेभ्यः। अस्तु द्वितीयं कुर्मः। स्यूतः, स्यूतः, स्यूताः, स्यूतः, स्यूतः, स्यूताः, स्यूताः, स्यूतं, स्यूतं, स्यूतान्, स्यूतान्, स्यूतेन, स्यूतेन, स्यूतैः, स्यूतैः, स्यूताय, स्यूताय, स्यूतेभ्यः, स्यूतेभ्यः। अस्तु समीचीनमस्ति। इदानीं दण्डः वदतु महोदय। दण्डः भवान् कर्तुं शक्नोति? दण्डः, दण्डाः, दण्डं, दण्डान्, दण्डेन, दण्डैः, दण्डाय, दण्डाभ्यः, दण्डेभ्यः, दण्डेभ्यः। सन्ध्या भगिनी, अश्वः, अश्वः, अश्वः, अश्वाः, अश्वम्, अश्वान्, अश्वेन, अश्वैः, अश्वाय, अश्वेभ्यः, अश्वेभ्यः इति अस्ति। पुस्तकं, पुस्तकानि, पुस्तकं, पुस्तकानि, पुस्तकेन, पुस्तकैः, पुस्तकाय, पुस्तकेभ्यः। समीचीनमस्ति। अस्तु भवनं, भवने भवतु, भवनं, भवनं, भवनानि, भवनं, भवनानि, भवनेन, भवनैः, भवनाय, भवनेभ्यः। बस्। अस्तु कङ्कतं, कङ्कतं, कङ्कतानि, कङ्कतं, कङ्कतानि, कङ्कतेन, कङ्कतैः, कङ्कताय, कङ्कतेभ्यः इति अस्ति। समीचीनमस्ति। पुल्लिङ्गस्य अत्र किञ्चित् अभ्यासं कुर्मः, तत्र प्रयोगः प्रथमाविभक्तौ यत्र कर्तृपदमस्ति, कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति, प्रथमाविभक्तिः. तर्हि एकवचने बहुवचने च वाक्यानि वक्तव्यानि. तर्हि अजः, अजः तत्र वाक्यम् एकवचने बहुवचने च. अनन्तरं बिडालः, अनन्तरं गजः, अनन्तरं छात्रः, छात्रः एकवचने बहुवचने च वाक्यं. सन्ध्या भगिनी, द्वयं पदानि एकवाक्ये, अजः एकं वाक्यम् एकवचने बहुवचने च, अथवा यत्किमपि वाक्यम् एकवचने तदेव वाक्यम् अथवा अन्यत् वाक्यं बहुवचने. मम अजः बहुलताः खादति. हा, समीचीनं. वाक्यं समीचीनमस्ति, मम अजः बहुलताः खादति. अस्तु, इति एकवचने. इदानीं बहुवचने तत्र द्वितीय द्वितीय अस्ति. सो अजाः बहु निद्रां कृतवन्तः. समीचीनमस्ति, समीचीनमस्ति. अजाः बहु निद्रां कृतवन्तः. वाक्यं समीचीनमेव. अग्रे भगिनी, पुनः. मम गृहे एकः बिडालः अस्ति. बहुवचने, अस्तु चिन्तयतु. एकवचने छात्रः उच्चैः वदति. हा, समीचीनं. छात्राः विद्यालयं गच्छन्ति. हा, समीचीनं. वाक्यं गजः जलक्रीडनं गजः जलक्रीडनम् इच्छति. बिडालाः मूषिकान् खादति खादन्ति. समीचीनं. बहुवचने क्रोधाः गजाः स्थापयति. क्रुद्धाः गजाः, क्रुद्धाः गजाः वृक्षं नाशयति, वृक्षं नाशयति. नश्यति, नाशयति, नाशयति. क्रुद्धाः गजाः वृक्षं नाशयन्ति. इदानीं प्रथमाविभक्तेः अभ्यासः भवति. तर्हि इदानीं पुनः कुक्कुरः, अनन्तरं राजशेखरमहोदय, तत्र नृपः, नृपः इति अस्य वाक्यम् एकवचने बहुवचने तत्र प्रथमाविभक्तिः कर्तृपदम्. एकनिमेषः चिन्तयतु. कुक्कुरः गृहोपरि तिष्ठति. पुनः कुक्कुरः गृहोपरि तिष्ठति. अस्तु, अनन्तरं कुक्राः युद्धं कुर्वन्ति. अस्तु, समीचीनमस्ति. अस्तु, अन्य लक्ष्मी. भिक्षुकः अन्नं पृच्छति. हा, समीचीनं. बहुवचने मम गृहे एक मीनः अस्ति. अस्तु, एकः मीनः. एकः मीनः सरोवरे मीनाः सन्ति. सरोवरे मीनाः सन्ति. अग्रे भिक्षुकाः कलहं कुर्वन्ति. हा, समीचीनम्. अनन्तरं राजशेखर महोदय वदति वा. बालकः नृत्यं पश्यति. बालान् नृत्यं पश्यति पश्यन्ति. पुनः वाक्यं. बालकः बालकः नृत्यं पश्यति. बहुवचने. बालान् नृत्यं पश्यन्ति. बालान् इति किम्? अतः अभ्यासः अपेक्षितः. बालान् इति किं? बालकः इत्यस्य बहुवचनान्तरूपं किं? प्रथमाविभक्तौ बहुवचने. बहुवचने प्रथमाविभक्तिः बहुवचने. बालकाः सत्यं. तु वदतु. बालकाः नृत्यं पश्यन्ति. समीचीनम्. इदानीं समीचीनम्. विद्यालये अनेक शिक्षाः सन्ति. शिक्षकाः सन्ति. पुनः. विद्यालये अनेकशिक्षकाः सन्ति. अनेके सर्वनामपदमस्ति. अनेके इति अस्ति, चिन्ता नास्ति. वाक्यं समीचीनं. पुनः अनेके वदतु. विद्यालये अनेके शिक्षकाः सन्ति. सहतौते तत्र बहुवचने सर्वनामपदमस्ति चेत् अनेकशब्दः सर्वनामशब्दः अस्ति, अतः किञ्चित् भिन्नम् अस्ति. अनेके शिक्षकाः सन्ति. अस्तु, सर्वे उक्तवन्तः वा? इदानीं द्वितीयविभक्तिः पुल्लिङ्गशब्दः. द्वितीयविभक्तिः पुल्लिङ्गशब्दः. अत्र पुरुषः तत्र द्वितीयविभक्तिः बहुवचने, द्वितीयविभक्ति एकवचने, बहुवचने च वाक्यद्वयम्. इदानीं लक्ष्मीभगिनी रजकः. राजशेखर महोदय, लोहकारः. लोहकारः, ओके. आपणिकः. स्यूतं. स्यूतः. स्यूतः. हा, वदतु. मार्गे अहम् एकं रजकं पश्यामि. अस्तु, राजशेखरमहोदय वदति वा. समयः. अस्तु. कुक्कुराः रजकान् बिभेति. कुक्कुराः रजकान् बिभेति. न, तथा न भवति. भयमस्ति. अत्र किं कुकुरान् पुनः. कुकुराः रजकान्. न, हा, अत्र अस्ति किं? यथा पठति पाठयति. अत्र बिभेति इति पठति इव अस्ति. भयम् अनुभवति. कुक्कुराः भयं. कस्य भयमस्ति? भयं कस्य? कुक्कुरस्य अथवा रजकस्य भयं. रजकस्य भयम् अस्ति, तत् तथा न भवति खलु. कुक्कुराः रजकान् भाययन्ति. भी धातुः अस्ति, धातुः अस्ति भी, तत्र भाययन्ति, बिभेति भाययति, भाययति, भाययति. तर्हि कुकुराः रजकान् भाययन्ति इति वाक्यमस्ति. भाययन्ति कुकुराः रजकान् पश्यन् भिषति, भिषन्ति, भषन्ति, भषन्ति. समीचीनमस्ति. अहम् एषां पुरुषं न स्मरामि. किन्तु एषामिति नास्ति, पुरुषमिति अस्ति. अहं पुरुषं न स्मरामि. किन्तु सर्वनामपदं पश्य किम् अस्ति रूपम्? एतं पुरुषं न स्मरामि. अहम् एतं पुरुषं न स्मरामि इति वाक्यमस्ति. मम गृहसमीपे आपणिकान् सन्ति. न सन्ति, तत्र तत्र कर्तृपदं भविष्यति, न तु कर्मपदम्. That's like saying, near my house, to the store owners are there. That's not going to be a good sentence, to the store owners. Apanekaan is to the store owners. Or means object of the sentence. Huh? Object. Tatra sakarmaka dhatuh syat. Yatra karma padam bhavishyati, object. Santi tu na bhavishyati. छात्र स्यूतं क्रीतवान्. माता स्यूतान् प्रक्षालयति. समीचीनमस्ति, समीचीनमस्ति. राजशेखरमहोदय अग्रे. लोहकारः लोहं पश्यति. पुनः वदतु. लोहकारः लोहं पश्यति. किन्तु लोहकारः इति अस्य द्वितीयविभक्ति भवति स्म खलु? वाक्यं समीचीनं. अत्र लोहकारः कर्तृपदमस्ति, कर्ता. इदानीं लोहकारः इति कर्मपदं करोतु. यथा अहं लोहकारं पश्यामि. किन्तु वाक्यं समीचीनं भवतः वाक्यम्. अहं नाम अस्तु, न कास्ति चिन्ता. अत्र लोहकाराः लोहान् पश्यन्ति. अनन्तरम् एकवचने एकवचने अहं लोहकारः कार्यं ददति, कार्यं ददामि. लोहकारं कार्यं ददामि. अत्र समस्या का, सन्ध्या भगिनी? अत्र का समस्या अस्ति? वाक्यं पुनः वदतु. अहं लोहकारः कार्यं ददामि. अहं पुनः लोहकारः वाक्यं कार्यं ददामि. तत्र समस्या का? अहं कार्यं भवती वदतु. अहं लोहकारं कार्यं ददामि. अत्रापि समस्या अस्ति. का समस्या अस्ति अत्र? का समस्या? अहं लोहकारान् कार्यं ददामि. एकनिमेषः, समस्या का? कोऽपि वदति वा? यत्र दानक्रिया भवति, दानक्रिया, तत्र तत्र का विभक्तिः भवति? दानक्रिया स्तुति अस्ति. चतुर्थी. इदानीम् अहं लोहकारं ददामि इत्युक्ते लोहकारम् अहम् उत्थाप्य लोहकारं स्वयं पुरुषं ददामि. अहं पुरुषं ददामि. तत्र दानक्रिया, तत्र चतुर्थी अस्ति. पुनः वदतु. अहम् आपणे लोहकारं पश्यामि. समीचीनम्. अस्तु, सर्वे उक्तवन्तः वा? अहम् आपणिकं पश्यामि. समीचीनमस्ति. बहुवचने तदेव वा किं करोतु? अहम् आपणिकान् पश्यामि. समीचीनम्. अस्माकम् अभ्यासः कथञ्चित् भवतु. अस्तु, इदानीं तृतीयविभक्तिः. अहं लोहकारं पश्यामि इति समीचीनमस्ति. अस्तु, चमसः तृतीय लोकयानं तृतीयविभक्तिः. विमानम्. इदानीम् अनारोग्यम् एकवचने. बहुवचने जनः. चषकः. अनन्तरम् एकवचने चषकः, बहुवचने मित्रम्. मित्रम्. अहं लोकयानेन कार्यालयं गच्छामि. मार्गे बहवः लोकयानै चलन्ति. लोकयानैः चलन्ति. के चलन्ति? मार्गे, पुनः वदतु, मार्गे बहवः लोकयानै चलन्ति. बहवः लोकयानैः चलन्ति. बहवः समीचीनमस्ति. बहवः के? जनाः. इति अर्थः. न, बहवः समीचीनमस्ति. नाम अन्यथा अवगमनं जातं मम, किन्तु इदानीं वाक्यं समीचीनमस्ति. बहवः लोकयानैः चलन्ति. वाक्यद्वयमपि समीचीनम्. अनन्तरम् अहम् अनारोग्येण कक्ष्यां नागच्छामि. समीचीनम्. अनन्तरं वाक्यम् समीचीनं. द्वितीयवाक्यं. विमानेन अहं शिकागो नगरं गच्छामि. अस्तु, विमानेन शिकागो नगरं गच्छामि. अनन्तरं बालक इति बहुवचने. अहं बहुवचनात् वाक्यम् अस्ति एव. वदतु. विमाने. तत्र एकवचने. बहुवचने. बहुवचने विमानैः इराक् देशतः जलं नयन्ति. समीचीनं. न, वाक्यं समीचीनमस्ति. वाक्यं समीचीनमस्ति. अग्रे. अहं चमसेन खादामि. अहं चमसेन खादामि. वाक्यम् उत्तमम् अस्ति. इदानीं बालकः. बालकः इति बहुवचने. बहुवचने कृतवान् वा? बालकः इति बहुवचने. बहुवचने सः इति. सः भवती अपि सः वदतु. सः बालकेन सह. न, जनैः सह. तत्र तृतीयः भवति खलु. सः बालकशब्दस्य बहुवचने सः उपयुज्य वदतु. राजशेखरमहोदय. एकवचने अहं चषकेन ज्वलं पिबामि. समीचीनम्. इदानीं मित्रं सः इति वदतु. मित्रं सः. सः इति सर्वनामशब्दः सः, किन्तु तत्र विसर्गः अस्ति. किन्तु सः इति अनन्तरं हकारः, विसर्गः न, हकारः. सः यथा विना. विना इति अस्य विपरीतरूपम् अस्ति सः. अहं तेन सह गच्छामि, बालकेन सह गच्छामि. अहं मित्रस्य अहं मम मित्रस्य गृहं गच्छामि. न, मित्रं सह इति न, तत्र तृतीया विभक्तिः भवति. अपि च बहुवचने वदतु, बहुवचने तृतीया विभक्तिः खलु. अहं बालकैः सह क्रीडामि. हा, समीचीनमस्ति, बालकैः सह क्रीडामि. अनन्तरं भगिनि, जनैः सह तावत् कठिनमस्ति वा? सामान्यवाक्यमस्ति. भगिनी सह गच्छन्ति. हा, वयं गच्छन्ति इति अस्ति वा? मित्रैः गच्छामः. गच्छामः. हा, वाक्यं पुनः वदतु. वयं मम मित्रैः सह गच्छामः इति अत्युत्तमं वाक्यमस्ति, बहु समीचीनं, प्रशंसनीयं वाक्यम्. अहं जनैः सह भारतदेशं गच्छामि. हा, समीचीनमस्ति, अत्युत्तमम् अस्तु. अस्तु, तर्हि इति पुल्लिङ्गशब्दः. न, इदानीं चतुर्थविभक्तिः, चतुर्थीविभक्तिः पुल्लिङ्गशब्दः. अस्तु, इदानीं पुरुषः, एकवचने बहुवचने च. राजशेखरमहोदय, तत्र बालकशब्दः एकवचने बहुवचने, एकवचने बहुवचने च, चतुर्थीविभक्तौ, चतुर्थीविभक्तिः अस्ति. यत्र यत्र पुस्तके पश्यतु कुत्र भवति चतुर्थीविभक्तिः. अस्तु, पुनः अजः. अनन्तरं सूर्यः, अनन्तरं अश्वः. भक्ताः सूर्याय नमः इति वदन्ति. हा, सूर्याय नमः इति वदन्ति. अनन्तरं बहुवचने. हा, समीचीनं, वाक्यं समीचीनम्. अहं मूषकेभ्यः क्रुध्यामि. हा, समीचीनमस्ति. पुनः अजाय. अजाय बहु भोजनं अजाय बहु भोजनं क्रीतवती. अजेभ्यः पुष्पाणि न रोचते. पुष्पाणि न समीचीनम्. अजेभ्यः पुष्पाणि न रोचते. किमस्ति पुष्पाणि अत्र किमस्ति? पुष्पाणि न, पुष्पाणि इति समीचीनमस्ति, किन्तु तत्र रोचते बहुवचने भविष्यति. रोचन्ते पुष्पाणि बहुवचने अस्ति. पुनः वदतु. अजेभ्यः पुष्पाणि न रोचन्ते. न रोचन्ते इति अस्ति, समीचीनम्. अन्यत् वाक्यं राजशेखरमहोदय. बालकः, बालकाय मधुरं रोचते. समीचीनमस्ति. बहुवचने बालकेभ्यः मधुरं न इच्छन्ति. न इच्छन्ति इति अस्य चतुर्थी न भवति. इच्छन्ति न इच्छति इति अस्य प्रथमा विभक्ति, चतुर्थी न. रोचते इति अस्य चतुर्थी. रोचते चतुर्थी. मधुरं न रोचते. बालकशब्दस्य, बालकशब्दः कुत्र गतः? बालकेभ्यः मधुरं न रोचन्ते. हा, समीचीनम्. इदानीं वाक्यं समीचीनम् अस्ति. अनन्तरं राजा उत्तमपुरुषाय बहुमतिं ददाति कृतं पुरुषाय बहुमति ददाति बहु बहुमति अस्ति चेत् तत्र द्वितीय विभक्ति भविष्यति बहुमतिं पुनः वदतु राजा उत्तमपुरुषाय बहुमतिं ददाति इदानीं वाक्यं समीचीनमस्ति बहुवचने विश्वनाथ महोदय अश्वाय वेगं वेगेन अश्वाय वेगेन चलति वेगेन चलति तत्र साहाय्यं कुर्वन्तु सर्वे अश्वाय वेगेन चलति तत्र समस्या का समस्या अस्ति सन्ध्या भगिनी शृणोतु पुनः वदतु अश्वाय वेगेन चलति तत्र समस्या अश्वाय वेगेन चलति तत्र समस्या का अश्वाय वेगं न अत्र महोदय अत्र वेगेन वेगेन समीचीनमेव वेगेन समीचीनमस्ति तत्र समस्या नास्ति समस्या कुत्र अस्ति अश्वाय वेगेन चलति किं चलति अश्वाय वेगेन चलति तत्र समस्या का किमर्थं चलाय तत्र किमर्थम् अश्वः वेगेन इति तृतीय अश्वः इति प्रथमा किमर्थं चतुर्थी न तत्र कर्ता यः कर्ता अस्ति तस्य प्रथमा विभक्तिः भवति चतुर्थी तु न भवति कर्तृपदमस्ति तस्य प्रथमा विभक्तिः भविष्यति चतुर्थी न कदापि भवति अहम् अश्वेन अहम् अश्वेन तद् भवितुम् अर्हति किन्तु इदानीं चतुर्थी इत्यस्य अभ्यासः खलु अहम् अश्वेन गच्छामि इति अस्ति किन्तु अत्र चतुर्थी इत्यस्य अभ्यासः अस्ति स्त्रीलिङ्गे तथैव कुर्मः इदानीं स्त्रीलिङ्गे भवती वदतु छात्रा एकवचने बहुवचने प्रथमाविभक्तौ प्रथमाविभक्तिः प्रथमाविभक्तिः अनन्तरं द्वितीयाविभक्तिः इति पुस्तिका पुस्तकमिति अर्थः पुस्तिका द्वितीयविभक्तिः एकवचने बहुवचने च अनन्तरं कुञ्चिका द्वितीय पुस्तिका तृतीया अस्ति कुञ्चिका चतुर्थी अस्ति महिला अस्तु स्त्रीलिङ्गे तत्र प्रथमभक्तौ तुला द्वितीयविभक्तौ सञ्चिका तृतीयविभक्तौ द्विचक्रिका चतुर्थीविभक्तौ उपचारिका चतुर्थीविभक्ति यत्र दानक्रिया भवति अश्वाय जलं ददामि अश्वाय जलं ददामि अनन्तरं बहुवचने इदानीं वाक्यं बहुवचनम् एतत् प्रकोष्ठं पुरुषेभ्यः हेतु निर्माणयति पुनः एतत् प्रकोष्ठं प्रकोष्ठः प्रकोष्ठः पुनः वदतु एतत् प्रकोष्ठः प्रकोष्ठं पुरुषेभ्यः हेतु निर्माणयति पुरुषेभ्यः पुरुषेभ्यः निर्माणयति टु लिव् निर्माति निर्माणयति इट् वास् बिल्ट् फर् अस्तु अस्तु इदानीं समीचीनमस्ति अस्तु इदानीं प्रकोष्ठः इति पुल्लिङ्गशब्दः एषः एषः प्रकोष्ठः पुरुषेभ्यः अनन्तरं टु लिव् वासार्थं निर्मापयति अथवा निर्मितः निर्मापयति इति निर्मितः अस्ति प्रयोगद्वयमस्ति प्रयोगद्वयमस्ति कर्तरि कर्मणि इफ् यु वांट टु से दिस् रूम् हेस् बिन् बिल्ट् फोर् तत् भिन्नमस्ति इफ् यु से वी आर् बिल्डिङ्ग् इट् फोर् तत् भिन्नमस्ति तर्हि वयं तु न जानीमः इट् वास् बिल्ट् तत्र निर्मितः अस्ति निर्मितः अस्ति अयं प्रकोष्ठः एषः प्रकोष्ठः निर्मितः पुरुषेभ्यः अनन्तरं वयम् अतः वयमिति वदामश्चेत् तत्र निर्मापयामः इदानीं वदतु वयं निर्मापयामः वाक्यं वदतु वयम् एतत् प्रकोष्ठः न तत्र का विभक्तिः भवति प्रकोष्ठः तत्र का विभक्तिः भविष्यति प्रकोष्ठः निर्मापयामः तत्र प्रकोष्ठं का विभक्तिः किमर्थम् न कर्मपदमस्ति अवगच्छति वा तत्र कर्मपदमस्ति यत्र कर्मपदमस्ति तत्र द्वितीया विभक्तिः अस्ति अहं पुरुषं पश्यामि तत्र कर्मपदमस्ति निर्मापयामि यत् निर्मापयामः तस्य द्वितीया भविष्यति अवगच्छति कर्मपदम् इत्युक्ते किम् क्रियायाः फलं द फ्रूट् आफ् दि एक्शन् यत्र भवति तत्र कर्मफलमस्ति क्रियायाः फलं तत्र कर्मपदम् अस्ति कर्मपदे अतः वयम् इदानीं वदतु सर्वनाम अस्ति एषः तत् द्वितीया अस्ति किं द्वितीयविभक्तिः कः एषः इत्यस्य द्वितीया एकवचनं किम् तर्हि विदूषकः चतुर्थी एकवचने बहुवचने च अश्वेभ्यः शालां ददामि अश्वेभ्यः शालां ददामि समीचीनमस्ति इदानीं स्त्रीलिङ्गे प्रथमाविभक्तिः वृद्धा द्वितीयाविभक्तिः मापिका न एकनिमेषः मापिका मापिका तृतीयाविभक्तिः अस्ति स्थालिका चतुर्थीविभक्तिः अस्ति महिला हा वदतु वाक्यम् वयम् एतं प्रकोष्ठं पुरुषेभ्यः निर्मापयामः इदानीं वाक्यं समीचीनमस्ति अवगच्छति वा वयम् एतं प्रकोष्ठं पुरुषेभ्यः निर्मापयामः इदानीं वाक्यं समीचीनमस्ति नाम एकस्मिन् वाक्ये शृणोतु वाक्यं वयम् एतं प्रकोष्ठं पुरुषेभ्यः निर्मापयामः अर्थमवगच्छति वा वयं निर्मापयामः नाम टु बिल्ड् अ कन्स्ट्रक्ट् टु बिल्ड् अ कन्स्ट्रक्ट् वयं प्रकोष्ठः वयं पुरुषेभ्यः प्रकोष्ठः निर्मापयामः इदानीम् अत्र प्रकोष्ठः इत्यस्य का विभक्तिः भवेत् द्वितीया किमर्थम् किमर्थं कर्मपदम् अस्ति अत्र नाम निर्मापनक्रियायाः फलम् अस्ति प्रकोष्ठस्य निर्माणम् अस्ति तत्र क्रियायाः फलं तत्र अस्ति अतः कर्मफलम् आगच्छति वा यत्र क्रियायाः फलमस्ति तत्र कर्मफलमस्ति अतः वयम् एतं प्रकोष्ठं पुरुषेभ्यः निर्मापयामः अवगच्छति वा अस्तु समीचीनं विदूषकाय पुनः वदतु सर्वे सर्वे शृण्वन्तु विदूषकाय सः ग्रामं बहिष्कृतं भवति विदूषकाय सः ग्रामं बहिष्कृतं भवति तस्य अर्थः कः आङ्ग्लभाषया वदतु अर्थः कः ग्रामस्य जनं विदूषकाय बहिष्कृतं भवति बहिष्कृतं करोति किं ग्रामं ग्रामस्य जनाः ग्रामस्य जनाः विदूषकाय बहिष्कृतं करोति आङ्ग्लभाषया तस्य अर्थः कः the villagers expel the vidushaka from the village. Correct. तर्हि चतुर्थी विभक्तिः किमर्थं तत्र भवति चतुर्थी किमर्थं भविष्यति चतुर्थी नाम विभक्तेः अर्थः अवगन्तव्यः अस्माभिः विभक्ति तत्र द्वितीयविभक्तिः भविष्यति कर्मपदम् यः एक्स्पेल्ड् भवति यः एक्स्पेल्ड् भवति तस्य द्वितीय बहिष्कुर्मः तत्र कुर्वन्ति बहिष्कुर्वन्ति तत्र ग्रामस्य जनाः विदूषकं बहिष्कुर्वन्ति not only that the whole vakyam is like that means the chaturthi na bhavishyati tatra tatra karma padam asti khalu vidushakam vidushakaya means for the why you want to say for the vidushakas to the vidushak to him means karma padam kritva chaturthi iti karotu dana kriya athava danam karotu तत्र चतुर्थी भवति वदामि प्रथमा भक्ति अस्ति पिपीलिका प्रथमा भक्ति पिपीलिका द्वितीयविभक्ति अस्ति मक्षिका एकनिमेषः तृतीयविभक्तिः अस्ति महिला चतुर्थी विभक्तिः अस्ति चतुर्थी अति बालिका अति करोतु अस्तु महोदय भवान् चतुर्थी वदतु विदूषकः विदूषकाय मधुरं न वदति विदूषकाय मधुरं न मधुरं वयं खादामः मधुरं खादामः तत्र माधुर्येण माधुर्येण न वदामः विदुषिकाय. अस्तु, समीचीनमस्ति. इदानीं चतुर्थी, इदानीं श्रीलिङ्गे वदामि. भवतः शब्दः अस्ति अग्निपेटिका. अग्निपेटिका इति प्रथमा भक्तिः. द्वितीयविभक्तिः अस्ति पाठशाला. तृतीयविभक्तिः अस्ति द्विचक्रिका इति करोतु. तृतीया इति द्विचक्रिका. अनन्तरं चतुर्थी इति वृद्धा. छात्रा. सो एषा छात्रा मन्दं चलति. बहुवचने छात्राः कुत्र गतवन्तः? किन्तु अत्र छात्राः स्त्रीलिङ्गे अस्ति खलु, स्त्रीलिङ्गे गतवन्तः. द्वितीया कृतवती वा? द्वितीया पुस्तिका. सो ह्यः पुस्तिकां कृतवती. बहुवचनम् अहं पुस्तिकाः स्थापिका. उत्पीठिकायां स्थापितवती. समीचीनमस्ति. अनन्तरं बिडाल्. ओके, कुञ्चिका हृदयविभक्ति. सो बिडालः कुञ्चिकया क्रीडति. अस्तु, समीचीनम्. बहुवचनं कुञ्चिकाभिः गृहम् अन्तः गच्छामि. अस्तु, समीचीनमस्ति. वाक्यं समीचीनम्. सो महिला चतुर्थी विभक्ति. सः महिलायै शाटिकां क्रीतवान्. बहुवचनम् अहम् अधिकं पाकं क्रीतवती महिलाभ्यः. अहम् अधिकं पाकं कृतवती. वाक्यं समीचीनमस्ति. भवत्याः अवगमनं समीचीनमस्ति. नाम भक्ति कथं भवति इति समीचीनमस्ति. अग्रे समयः अस्तु. सन्ध्या भगिनी पुनः इदानीं जननी इति प्रथमा भक्ति. एकवचने भवति माता जननी. अनन्तरम् अस्ति कूपी. अनन्तरं लेखनी. अनन्तरं पुत्री. अस्तु, अग्रे ब्रह्मविभक्ति. वृद्धा. सा वृद्धा. इस् इट् करेक्ट्? सा वृद्धा. सा वृद्धा इति वाक्यम्. इस् इट् करेक्ट्? सा वृद्धा अस्ति. ओके, सा वृद्धा अस्ति. सा वृद्धा. सा वृद्धा इति अपि वाक्यमस्ति. सा वृद्धा. सा वृद्धा वाक्यम्. अहं वृद्धा पश्यामि. किन्तु द्वितीयविभक्तिरूपं किं? न, प्रथमाविभक्ति. प्रथमाविभक्ति वृद्धा. तत्र कर्तृपदमस्ति कर्ता अहं पश्यामि तत्र अहम् इति कर्ता अस्ति सा वृद्धा सा वृद्धा इति समीचीनम् द्वितीया विभक्ति मापिका मापिका गृहिणी नूतनं मापिकाम् उपयोगिति उपयुङ्क्ते गृहिणी नूतनमापिकाम् उपयुङ्क्ते उपयुङ्क्ते तृतीया विभक्ति स्थालिका अहं स्थालिकाया सह आगच्छामि स्थालिकाया सह आगच्छामि समीचीनम् पिपीलिका मधुरम् इच्छति पिपीलिकाः सर्पं मारयन्ति मक्षिका द्वितीया महिला महिलायै नूतनवस्त्रं ददामि इदानीं वाक्यं समीचीनमस्ति आपणे तुला अस्ति आपणे तुला अस्ति समीचीनं बहवः तत्र बहवः तुलाः न सन्ति अग्रे समीचीनम् आपणे सञ्चिकां क्रीतवती अहं सञ्चिकान् उत्पीठिकायां स्थापितवती समीचीनमस्ति वाक्यम् अग्रे अहं द्विचक्रिकया गृहं गच्छामि ते द्विचक्रिकाभिः विना गन्तुं न शक्नुमः न शक्नुवन्ति आरोग्यालये उपचारिकायै धनं दातुमिच्छामि भोजने प्रथमविभक्ति जननी जननी शिशुं प्रक्षालयति बहुवचनम् एषाः वैद्याः जनन्यः अपि सन्ति पुनः वदतु बहुवचने अस्ति वा बहुवचने तु एषः इति अस्ति एषः इति बहुवचनान्तरूपं किम् एताः वैद्याः वैद्याः जनन्याः जनन्यः अपि सन्ति इदानीं वाक्यं समीचीनमस्ति पुनः वदतु एताः वैद्याः जनन्यः अपि सन्ति वाक्यं समीचीनमस्ति अग्रे द्वितीयविभक्ति कूपी कूपीं मम महोदयाः ददामि अस्तु समीचीनम् पुनः वाक्यं वदति कूपीं कूपी सो कूपीं मम कूपीं ददामि किन्तु वाक्यं पूरयतु समीचीनं कूपीं ददामि कूपीं मम महोदयाय महोदयाय इति उक्तवती तत्र महोदयः महोदयाय समीचीनं कूपीं महोदयाय ददामि अग्रे तावत् समीचीनम् अस्तु आरोग्यालये उपचारिकेभ्यः आरोग्यालये उपचारिकाभ्यः धनं ग्रहीतुं न इच्छन्ति. न न उपचारिकाभ्यः धनं ग्रहीतुं न इच्छन्ति. तत्र कर्तृपदं तस्मिन् वाक्ये कर्तृपदं किम्? ग्रहीतुं न इच्छन्ति इति के अथवा काः? उपचारिकाः? उपचारिकाः धनं ग्रहीतुं न इच्छन्ति? न. नाम उपचारिकाभ्यः दद्मः. अस्तु. वृद्धाहं सम्भाषणं करोति. वृद्धाहं बहुवचनं. वृद्धाः वृद्धाः सम्भाषणं करोति. तत्र तृतीया विभक्ति प्रथमा विभक्ति न प्रथमा विभक्ति प्रथमा ओ ओ वृद्धाः सम्भाषणं करोति. ओ अस्तु. वृद्धाः सम्भाषणं किन्तु करोति इत्यस्य बहुवचनं किम्? कुर्वन्ति. पुनः वदतु. वृद्धाः सम्भाषणं कुर्वन्ति. इदानीं श्रीमस्ति. द्वितीया विभक्ति मापिका. गृहिणी नूतन नूतनमापिकां मापिकाः तत्र उपयोगः तत्र क्रियपदं कठिनमस्ति. उपयोगः इत्यस्य क्रियपदं कठिनमस्ति. तत् त्यजतु. नो चेत् किं कुर्मः अत्र? उपयोगं कुर्मः. उपयोगं कुर्मः तत्र षष्ठी भवति. तस्मात् पूर्वं तत्र द्वितीया न भवति, षष्ठी. नाम मापिकायाः उपयोगं कुर्वन्ति अथवा करोति. उपयोगं करोति. गृहिणी नूतन नूतन किन्तु तत्र द्वितीया न भविष्यति, षष्ठी. षष्ठी षष्ठी विभक्तिः भविष्यति. मापिकायाः मापिकायाः उपयोगम् उपयोगम् गृहिणी मापि नूतनमापिकायाः उपयोगं करोति. तृतीया स्थालिका. अहं स्थालिकाभिः सह आगच्छामि. समीचीनम्. चतुर्थी महिला. महिलाभ्यः नूतनवस्त्राणि ददामि. इदानीं समीचीनमस्ति. अतः अत्र अत्र किमस्ति बीजम्? अत्र बीजं किम्? अत्र रूपाणि, अत्र विभक्तिरूपाणि सन्ति इति एकमस्ति. द्वितीयमस्ति विभक्तेः अर्थः. विभक्ति उपयोगः कुत्र अस्ति? चतुर्थी नाम अस्माकं वस्तुद्वयमस्ति. अत्र प्रथमतया रूपं न जानाति चेत् किमपि कर्तुं न शक्नुमः. अनन्तरं रूपस्य प्रयोगः कुत्र भवति? अवगच्छति वा? There are two things we have to know. For all of these things, there are two things we have to know. One, we have to know, what is the rupa? If you want to say a sentence and you don't know what the Tritiya Vibhakti rupam is, then you're not going to be able to forget about what it's supposed to be used for. You won't be able to do anything. First, you have to know the rupam. That's why there's a little bit of kantasthikaranam involved here. One has to sit down every day. And doing it just on Friday before the day is we meet is useless. It has to be done every day. And if you do it for every day for 5 minutes, then that's enough. Doing it the last day for an hour is useless. Every day for 5 or 10 minutes, one must sit down and do those things. Every day. Everybody has 5 or 10 minutes. That's the one thing. And the second thing is that, okay, so I know the Dvitiya Vibhakti Rupam. Now, where does Dvitiya Vibhakti get used? That's the second thing, right? So one thing is a rupam, and the second thing is, what is the situation where I should use Pratama Dvitiya? This book, Vibhakti Valadi, it tells you what are the uses of each Vibhakti. So one has to know what is the form of the Vibhakti, what is the form of the word, and second, what is the use of that form? Two things we have to know. What is the form, and what is the use of that form? Dvitiya Vibhakti means Kamapadam. Tritiya Vibhakti means Sadhanam. Chaturthi Vibhakti means Dhanakriya, or results in Palam. Results in. Pratamataya Rupam Bhavati. Rupam na janimas chet kimapi kartum na saknumah. Astu, sumichin asti. Idani makim sumichin makim. Kintu, pratidinam, kinchit. Karotu. Astu, makim vadatu. Dvitiya Vibhakti, makshika. Mandoka, makshikam, khadati. Khadayan. Madharam, makshikan, akarshayati. Smishamasti. Mahila, Tritiya Vibhakti. Sevaka, mahilaya saha, agachati. Smisham. Bahujanam. Devalayam mahilabhi marjayati. Na, tathana bhavati. Deva na. Atra, what is the problem here that you are confusing what is active voice and passive voice? We don't know passive voice yet. Do you understand what I mean in English by those words? English, active and passive voice? Means I do the work and work is done by me. You are trying to say that type of sentence, work is done by me. And that's a more involved type of expression that we don't know yet. So you want to say, is that correct? Am I correct that that's what you were trying to say? Mandiram, you meant to say the mandiram temple is cleaned. Temple is cleaned by? By. As soon as you say by, then you have to be able to say cleaned. And that you don't know? I haven't taught you that one yet. No. You understand? So it means that is called karmani prayoga, passive voice. Passive voice is that, we'll learn that. No. So mandiram, mandiram, mahilabhihi, what did you say? Cleaning. Marjayati. Marjayati. Marjayati, marjyate. Marjyate. Atava, prakshalayati, prakshalyate. Tatra vayam tu na janimaha, kintu mahilabhihi tatra bhavitum arhati sma. Bhavitum arhati sma. Astu, agrimam vakyam? Etat pushpamala balikaya anayati. Etat? Pushpamala balikaya anayati. Balika? Ya, anayati. Balika? Balikaya anayati. Balika iti asya chuturti kim? Balika iti asya chuturti rupam kim? Chuturti kim bhavati? Balika yei. Punah vada. Balika. Edat prashmavala balika yei anayati. Idani punah vada tu? Edat? Pushpamala. Idani pushpamala. Pushpamala iti asya lingam kim? Pushpamala iti silingam kim? Silingam sabda. To etat iti silingam kim? Lingam kim etat? Napunsaka. Napunsaka lingam sabda. To napunsaka lingam silingam sabda tatra nabhavishati. पुनः वदतु किं भवति अत्र एतां पुष्पमाला बालिकायै आनयति इदानीं समीचीनमस्ति अत्र पुष्पमालां मालां किन्तु अत्र कर्तृपदं नास्ति इति अवगच्छति खलु नाम पुरुषः आनयति अथवा मित्रं पुरुषः एतां पुष्पमालां किं बालिकायै बालिकायै आनयति तत्र कर्तृपदं तु नास्ति हूस् ब्रिङ्गिङ्ग् इट् यु डिडन्ट् से दट् राइट् यु अण्डर्स्टाण्ड् Could you understand what I'm saying? Means it's okay. Means Sanskrit bhashayam kartra padam vaktavyam iti nasti. If you just say anayati and you didn't say who was bringing, even then, it's fine. But I just want to make sure you understood that you didn't say that. Anayati, who's bringing that, you didn't say, but it's okay. Means that type of vacuum is also okay. Yeah. But I just want to make sure you got that. Okay. Rajasekhar Mahadeva, what are the two? Agnipetika. Agnipetika. Agnipati. Pratamavibhakti hi khalu? Pratamavibhakti. To punaha, what are the two? Agnipetika. Agnipati. अग्निपेटिका इति अस्य रूपं प्रथमाभक्तिः अस्ति अग्निपेटिका अग्निपेटिकाम् इति न अग्निपेटिका Let me say one thing here. Everybody has to understand what their level is and make sentences that are congruent with the level. So we cannot try to make a very advanced sentence if we know that we don't have the capability to that. Nobody will be able to understand what we're saying. So you have to words means we know about 10 or 15 verbs. Those verbs you should use to make, like Sandhya Bhagini. Sandhya Bhagini is using what she knows and her sentences are proper. So we should use, don't invent words which you have no idea about head and tail about that. We never heard of that word, it doesn't exist, or it does exist, we have no idea about those things. Use what verbs we know. We know about, 25 verbs or something like that. Those you should use. And it's a simple, just make a very simple sentence that you know. My main concern is here that you're saying Agni Petikam, and we're talking about Pratama Vibhakti, and you're using a Dvitiya Vibhakti. That you should look in the chart, make sure you understand what this, make sure you got it right, and then tell me. Or you can ask Sandhya Bhagini, he should help you. Ask too. Yeah, how was it? Mama Pidalaha Lekanya Kredakti. का विभक्ति अस्ति तृतीया लेखनीभिः पुस्तकं लिखितवती समीचीनम् अस्तु अग्रे चतुर्थी पुत्रे एकवचने एव अस्ति पितः पुत्र्यै पुस्तकानि क्रीतवान् दीर्घिकारः क्रीतवान् समीचीनम् अस्तु अस्तु अन्य किमपि वाक्यमस्ति अस्तु इदानीं समयः जातः प्रायः तु अत्र अस्माकं गृहकार्यमस्ति गृहकार्यं गृहकार्यं भवति तत् गृहकार्यं कर्तव्यमस्ति कुर्मश्चेत् नाम वयं सर्वे शिक्षिताः शिक्षिताः नाम बहु किमपि वयं ज्ञातवन्तः अस्माकं जीवने एवं नास्ति यत् क्षमतायाः बहिः अस्ति अवगच्छति वा इट्स् नाट् बियाण्ड् आवर् केपेबिलिटि दिस् इस् नाट् बियाण्ड् आवर् केपेबिलिटि क्षमतायाः बहिः नास्ति वयं कर्तुं शक्नुमः अवश्यं न कापि शङ्का अस्ति किन्तु गृहे किञ्चित् कर्तव्यं भवति गृहे तत् प्रतिदिनं भवति चेत् वरं समीचीनं प्रतिदिनं प्रतिदिनं प्रतिदिनं भवति चेत् नाम अस्माकं कार्यद्वयमस्ति एकं कार्यमस्ति यत् विभक्तिरूपाणि कानि सन्ति अनन्तरं विभक्ति अर्थः कः तस्य प्रयोगः कुत्र भवति प्रथमाविभक्ति द्वितीयविभक्ति तृतीयविभक्ति चतुर्थीविभक्ति तस्य रूपं किं तस्य प्रयोगः कः इति अस्ति वदतु अहम् अग्निपेटिकां ददामि अस्तु समीचीनं समीचीनं वाक्यं सरलमस्ति वाक्यं समीचीनमस्ति अग्रे बहुवचनम् अग्निपेटिकाः ज्वलं न भवति अग्निपेटिकाः ज्वलं न भवति ज्वलं न भवति अग्निपेटिकाः ज्वलं न भवति तत् वाक्यं निरर्थकम् अस्ति इदानीं किं वक्तुमिच्छति तमेन इङ्ग्लिश् वचि मनसि That's a complex expression. Water won't come out. It won't come out. We don't know how to say such a thing. Anyway, okay, go on to the next one. The next one is Pathashala. Pathashala is with Tia. Aham tam Pathashalam gacchami. Samichinamasti. Idanim samichinamasti. Agree? Bhavachana. Vayam tan Pathashalam gacchanti. No. पुनः अत्र समस्या द्वयमस्ति अत्र समाधानं किं समस्या कुत्र अस्ति पुनः वदतु वयं तान् पाठशालां गच्छन्ति अत्र अत्र सर्वत्र समस्या एव समस्या अस्ति समस्या कुत्र अस्ति वदतु अत्र बहुवचने अस्ति बहुवचने इति वक्तुम् इच्छति सः बहुवचने रूपं किं चार्ट् तत्र पश्यतु रूपं बहु रूपं किम् अस्ति एतान् इति पुल्लिङ्ग् अस्ति स्त्रीलिङ्गे तु नास्ति एतान् पाठशालान् इति अपि पुल्लिङ्ग् अस्ति तत्र स्त्रीलिङ्गे नास्ति you have the chart. Did you print those things that I sent? No. You didn't have the chart. You didn't print the chart. How are you going to know what the form is? You have to print that. Do you have a printer? No, I'll print it tomorrow. I did not... Astu. Tasya mudranam karotu kripaya. Mudranam avashyam karotu. Tatra kutuchit avashyam... No chet rupam katham... vayam... ज्ञास्यामः खलु द्विचक्रिका अहं द्विचक्रिकया गृहं गच्छामि समीचीनं वाक्यं समीचीनमस्ति वयं द्विचक्रिकाभिः गृहं गच्छामः इदानीं वाक्यं समीचीनं वृद्धाः वृद्धाय पाकं रोचते अपाकः वृद्धाय पाकः एक प्रथमाविभक्तौ अस्ति वृद्धाय पाकः रोचते वृद्धेभ्यः न रूपं किं वृद्धेभ्यः भवति वा रूपं किम् वृद्धा इत्यस्य चतुर्थी बहुवचनं किम् वृद्धा इत्यस्य वृद्धाभ्यः वृद्धेभ्यः न स्त्रीलिङ्गे वृद्धाभ्यः खलु वदतु वृद्धाभ्यः पाकं न रोचते पाकः पाकः न रोचते अस्तु अस्तु अस्तु समीचीनम् अस्तु तर्हि विरमाम नाम अस्माकं प्रगतिः तु भविष्यति एव प्रयासः अपि अपेक्षितः अस्तु समीचीनं नमस्कारः.